पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 88 कुञ्जल उवाच व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् एवं च दुष्टयं साहि यदा पुण्यं समाचरेद प्रयादि वैष्णवं लोकं देवानामपि दुर्लभम् इदो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय अशून्यशयनं नाम व्रतराजं वदस्वताम् समुद्धरमहापापाद्राजकन्यां यशस्विनीं त्वया पृष्ठं मया ख्यातं पुण्यदं पापनाशनं गच्छ गच्छ महाभाग इत्युक्त्वा विररामसः श्रीविष्णुरुवाच उज्ज्वलोऽप्येवमुक्तस्तु स पित्रा कुञ्जलेन हि प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः जगामत्वरितो राजन् प्रक्षद्वीपं स उज्ज्वलः तं गिरिं सर्वतो भद्रं नानाधातुसमाकुलं नानारत्नमयैस्तुङ्गैः शिखरैरुपशोभितम् नानाप्रवाह सम्पूर्णैरुदकैरुज्ज्वलैर्नृप सद्यः सन्धि स्वच्छ नीरास्तस्मिन् गिरिवरोत्तमे किन्नरास्तत्र गायन्ति गन्धर्वाः सुस्वरैर्नृप अप्सरोभिः समाकीर्णं देववृन्दैरुपावृतम् सिद्धचारणसङ्कुष्टं मुनिवृन्दैरलङ्कृतं नानापक्षिनिनादैश्च सर्वत्र परिनादितम् एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः सुस्वरेणापि सा कन्या गिरौ तस्मिन् प्ररोदिति रोरूयमाणां सप्राज्ञो वचनं चेदमब्रवीद का त्वं भवसि कल्याणि कस्माद्रो दिशि साम्प्रतं कमाश्रिता महाभागे केन ते विप्रियं कृतं समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणं दिव्या देव्युवाच विपाको हि महाभागकर्मणां मम साम्प्रतम् इह तिष्ठामि दुःखेन वैधव्येन समन्विता भवान् को हि महाभाग कृपया मम पीडितः पक्षिरूपधरो वत्स सोत्सवं परिभाषते एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया अहं पक्षी महाभागे कृपया तव पीडितः पक्षिरूपधरो भद्रेणाहं सिद्धो न ज्ञानवान् रुद्रमानां महालापैर्भवतीं दृष्टवानिह ततः पृच्छाम्यहं देवि वद मे कारणं त्विह पितुर्गेहे यथावृत्तमात्मवृत्तान्तमेव हि तया निवेदितं सर्वं यथा सङ्ख्येन दुःखदं समासेन समाकर्ण्य उज्ज्वलस्तु महामनाः तामुवाच महापक्षी दिव्यादेवीं सुदुःखिता यथा विवाहकाले ते भर्तारो मरणं गदाः स्वयं वरनिमित्तं ते क्षयं याताश्च क्षत्रियाः एतत्ते चेष्टितं सर्वं मया पितरिभाषितम् अन्यजन्मकृतं कर्म तव पापं सुलोचने मम पित्रा ममाग्रेदु कृपया परिभाषितं तेन दोषेण सम्पुष्टा लिप्ता जादा वरानने एतावत् कारणं सर्वं तादेन परिभाषितम् पूर्वकर्मविपाकं तु भुङ्क्ष्व त्वं च समाश्वस एवं साभाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तद् प्रत्युवाच महात्मानं ब्रुवन्तं पक्षिणं पुनः प्रणतादिनया वाच कुरु पक्षिन् कृपां मम कथयस्वप्रसादेन तस्य पापस्य निष्कृतिं प्रायच्चित्तं सुपुण्यं च मम पादकशोधनम् येन व्रजाम्यहं पुण्यं विशुद्धा धौदकल्मषा प्रायश्चित्तं महाभाग वद मे त्वं प्रसाददः उज्ज्वल उवाच तवार्थं तु महाभागे पितरं पृष्टवानहं समाख्यातमदः पित्रा प्रायश्चित्तमनुत्तमं तत्त्वं कुरु महाभागे सर्वपादकशोधनं ध्यायस्व हि हृषिकेशं शदनाम जपस्व च भवज्ञानपरानित्यं कुरु व्रतमनुत्तमम् अशून्यशयनं पुण्यं व्रतं पापप्रणाशकं समाचष्टसधर्मात्मा सर्वज्ञानप्रकाशकम् ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः विष्णुरुवाच तस्मात् साहि प्रजग्राह संस्थिता निर्जने वने सर्वद्वन्द्वविनिर्मुक्ता संजाता तपसि स्थिता व्रतं चक्रे जिदाहारा निराधारा सुदुःखिता कामक्रोधविहीना सा वर्गं संयम्य नित्यशः इन्द्रियाणां महाराजमहामोहं निरस्य सा अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः तस्यै वरं दादुकामश्चायतो वरनायकः तस्यै सन्दर्शयामास स्वरूपं वरदप्रभुः सूत उवाच इन्द्रनीलघनश्यामं शङ्खचक्रगदाधरं सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरं बद्धाञ्जलिपुडा भूत्वा वेपमाना निराश्रया उवाच गद्गदैर्वाक्यै प्रणदा मधुसूदनं तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि दिव्यरूपो भवेकस्त्वं कृपया मम जाग्रदः कथयस्वप्रसादेन किमत्र तव कारणम् सर्वमेव प्रसादेन प्रब्रवीहि महामदे देवमेवं विजानामि तेजसा इङ्गितैस्तव ज्ञानहीना जगन्नाथ न जाने रूपनामनी किं ब्रह्मा वा भवान् विष्णु किं वा शङ्कर एव हि एवमुक्त्वा प्रणम्यैवं दण्डवद्धरणीं गदा तामुवाच जगन्नाथ प्रणदां राजनन्दिनीं श्रीभगवानुवाच त्रयाणामपि देवानामन्तरं नास्ति शोभने ब्रह्मा समर्चितो येन शङ्करो वा वरानने तेनाहमर्चितो नित्यं नात्र कार्या विचारणा एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ अहं देवो हृषिकेश कृपया तव चागदः स्तवेनानेन पुण्येन व्रतेन नियमेन च संजादा कल्मषैर्हीना वरं वरय शोभने दिव्या देव्युवाच विजयस्व हृषिकेश कृष्णक्लेशापहारक नमामि चरणद्वन्द्वं मामुद्धर सुरेश्वर वरं मे धातुकामोऽसि चक्रपाणे प्रसीदमि आत्मपादयुगस्यापि भक्तिं देहि ममानख दर्शयस्व जगन्नाथमोक्षमार्गं निरामयम् दासत्वं देहि वैकुण्ठ यदि तुष्टो जनार्दन श्रीभगवानुवाच एवमस्तु महाभागे गच्छ निर्धूतकल्मषा वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा गच्छ गच्छ परं लोकं प्रसादान् मम साम्प्रतम् यवमुक्ते तदो वाक्ये माधवेन महात्मना दिव्या देवी अभूद्दिव्या सूर्य तेजः समप्रभा पश्यतां सर्वलोकानां दिव्याभरणभूषिता दिव्यमालान्विता सा च दिव्यहारविलम्बिनी गदा सा वैष्णवं लोकम् दाहप्रलयवर्जितं पुनः पक्षी समायादस्वगृहं हर्षसंयुधः तत्सर्वं कथयामास पितरं प्रतिसत्तमः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थे च्यवन चरित्रेष्ठाशीतितमोऽध्यायः ॐ